गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीमपि प्रत्यक्षज्ञानस्य कारणानि कानि इत्यस्मिन् सन्दर्भे स्मः। तत्र अन्यतासिद्धत्वम् इत्यस्मिन् विषये गभीरचिन्तनम् अपि च अवगमनम् आवश्यकम् इति उक्तम्। तर्हि बाल्यस्तरे कारणस्य कारणम् अन्यतासिद्धम् इति तादृशम् उक्तम्, किन्तु इदानीं किञ्चित् अत्र प्रौढता जाता इति कृत्वा सम्पूर्ण अवबोधः अस्मिन् विषये भवेत् इति कृत्वा अत्र करपत्रं मया प्रेषितम् आसीत्, अन्यथासिद्धत्वम् इति महोदयेन यः यत् करपत्रं निर्मितम्, अपि च तत्र दाहित्यमपि दत्तं, कारणत्वम् इत्युक्ते किम्, किन्तु स्वामिमहोदय इदानीं न दृश्यते इति कृत्वा तेन यद् वक्तव्यम् आसीत् तत् अहं वदामि। अस्तु, तर्हि पूर्णं किमुक्तं, पूर्वं किमुक्तं, कारणस्य कारणम् अन्यतासिद्धम् इति सामान्यरीत्या, किन्तु इदानीं परिष्कृतं कारणम् इत्युक्ते किम् इति चेत् कारणस्य लक्षणं किम् इति चेत् अन्यतासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम्। पूर्वम् अस्माभिः किं ज्ञातम्? कार्यनियतपूर्ववृत्तित्वम् एव कारणत्वस्य लक्षणम्। नियतपूर्ववृत्तित्वम् इत्युक्ते किं? त्रयः निकषाः, तिस्रः निकषाः ये सन्ति ताः सर्वाः पूरिताः भवेयुः इत्युक्ते कार्यादिकरणे स्थातव्यं, कार्यादिकरणे सर्वदा यत्र यत्र कार्यं भवति तत्र सर्वत्र सर्वदा कार्यादिकरणे कारणं स्थातव्यं, तृतीयं तु कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति तिस्रः निकषाः यत्र पूरिताः भवन्ति तत्र कार्यनियतपूर्ववृत्तित्वं लब्धम् इति अवगन्तुं शक्नुमः। किन्तु तत्र एका तत्र रासभः अस्ति इति चिन्तयतु, नो चेत् पिपीलिका अस्ति इति चिन्तयतु, नो चेत् दण्डत्वम् इत्युक्ते दण्डे कारणत्वं स्वीकृतं, यदा दण्डम् आनयामः तत्र दण्डत्वम् अपि कार्यादिकरणे अस्ति, सर्वदा अस्ति, अपि च कार्योत्पत्तेः पूर्वक्षणे अस्ति। तर्हि दण्डत्वे कार्यनियतपूर्ववृत्तित्वं लब्धं चेदपि दण्डत्वस्य नो चेत् दण्डत्वे कारणता न अङ्गीक्रियते। किमर्थं? दण्डत्वम् अन्यतासिद्धम् अस्ति इति कृत्वा, इत्यतः कारणत्वस्य लक्षणं परिवर्तितं, परिष्कृतं। किम्? अन्यतासिद्धशून्यत्वे सति इत्युक्ते यत् यस्मिन् कार्यनीतपूर्ववृत्तित्वम् अस्ति किन्तु अन्यतासिद्धत्वं नास्ति, तादृशकारणानि एव तस्य तेषु एव कारणत्वं स्वीक्रियते इति परिष्कृतं। तर्हि अस्मिन् लक्षणवाक्ये एकं पदं योजितम्, अन्यतासिद्धशून्यत्वे सति इति दलद्वयम् अभवत् इदानीं, कार्यनियतपूर्ववृत्तित्वम् इति एकं दलम्, अन्यतासिद्धिशून्यत्वम् इति द्वितीयं दलम्। तर्हि अन्यतासिद्धिशून्यत्वम् अवगन्तव्यं चेत् अन्यतासिद्धित्वं किम् इति अवगन्तव्यं भवति। यत्र अन्यतासिद्धित्वस्य अभावः अस्ति सः एव अन्यतासिद्धिशून्यः अस्ति। तर्हि अन्यतासिद्धं को नाम अन्यतासिद्धत्वम् इति प्रश्नः आगतः। अस्तु, तर्हि तस्मिन्नेव विषये पञ्चविध अन्यतासिद्धत्वं किं सम्प्रदाये न न्यायसम्प्रदाये अङ्गीक्रियन्ते तर्हि तत्र प्रथम अन्यतासिद्धत्वस्य विषये केन वक्तव्यमस्ति, वर्षाभगिन्या प्रतिपादनीयमस्ति, तर्हि सर्वेषां मनसि एतद् भवेत्, अन्यतासिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वम् एव कारणत्वस्य लक्षणम्। अस्तु, प्रथम अन्यतासिद्धत्वस्य विषये वर्षा भगिनी इदानीं प्रतिपादयतु। आं महोदय, श्रूयते वा महोदय? आं सम्यक्तया। ओके, मूलग्रन्थे प्रथमविध अन्यतासिद्धत्वविषये दत्तमस्ति यत् कार्यं प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तत् रूपम् अन्यतासिद्धम् इति अर्थः, यथा घटं प्रति दण्डत्वम्। अत्र यत् कार्यम् इत्युक्ते घटं, तत् प्रति कारणम् अस्ति दण्डः, सः पूर्ववृत्तिः अस्ति। अत्र दण्डे दण्डस्य गुणः, दण्डस्य धर्मः, सोरि, दण्डस्य धर्मः दण्डत्वम् अस्ति। दण्डः घटं प्रति कारणम् अस्ति तस्मिन् विद्यमानदण्डत्वात्, अतः दण्डत्वं कारणं न भवति, दण्डः एव कारणं भवति। तथा एव गन्धं प्रति पृथ्वीत्वं कारणं न भवति अन्यतासिद्धत्वात्। अत्र यदि वयं कारणता कारिता सम्बन्धः, कार्यकारणतासम्बन्धः वदामः चेत् दण्डनिष्ठदण्डत्वावच्छिन्नकारणता इति एव वदामः अत्र। अतः अत्र दण्डत्वम् इति अवच्छेदकधर्मः अस्ति, साक्षात् कारणं नास्ति। अतः दण्डनिष्ठदण्डत्वावच्छिन्नकारणता निरूपितकार्यता आश्रयः घटः इति एव वदामः। धर्मत्वेन तत् अन्यतासिद्धत्वं प्राप्नोति। तदेव महोदय, उत्तमम् इति। तर्हि अत्र मुख्यवार्ता का इति चेत्, एकं कारणम् इति स्वीकुर्मश्चेत् तस्मिन् कारणे कारणता अस्ति, सा कारणता केन अवच्छिन्ना इति द्रष्टव्यम्। येन धर्मेण कारणता अवच्छिन्ना भवति स च धर्मः कारणं न भवति, अन्यता सिद्धं भवति। स च धर्मः एव प्रथमविध अन्यता सिद्धम्। दण्डे कारणता स्वीकृता, निमित्तकारणता स्वीकृता, तर्हि दण्डे विद्यमानकारणता केन अवच्छिन्ना इति चेत् दण्डत्वेन अवच्छिन्ना, इत्यतः दण्डत्वं कारणं न भवति, दण्डत्वे कारणता न स्वीक्रियते, दण्डत्वं कारणं न भवति इति प्रथमविध असमवायि कारण, प्रथमविध अन्यतासिद्धत्वम्। अस्तु, प्रश्नाः न सन्ति चेत् द्वितीयविध अन्यतासिद्धत्वस्य विषये कः वदति? सत्यभामा भगिनि। आं महोदय, द्वितीयविध अन्यतासिद्धत्वविषये अहं वदामि। यस्य स्वातन्त्र्येण अन्यव्यतिरेकौ न स्तः, किन्तु कारणमादाय एव अन्यव्यतिरेकः गृह्येते तत् अन्यतासिद्धं, यदा दण्डम् इति द्वितीय दण्डरूपम् इति द्वितीय अन्यतासिद्धं सिद्धविषयः। तत्र दण्डे विद्यमानदण्डरूपम् अपि घटनियतपूर्ववर्ति अस्ति, किन्तु तत् स्वातन्त्र्येण न भवति, यतोहि दण्डं विना दण्डरूपं घटं प्रति कारणं न भवति, दण्डम् एव स्वातन्त्र्येण घटस्य अन्यव्यतिरेकः वा अन्यसहचारकारणं भवितुम् अर्हति। अतः इदानीं कारणं दण्डरूपस्य समवायिकारणमस्ति दण्डः, अतः कारणम् आदाय एव दण्डरूपस्य घटं प्रति कारणत्वं भवति। दण्डरूपस्य नेदपूर्ववृत्तित्वं दण्डेन एव भवति, न तु स्वतन्त्रतया। अतः दण्डसमवायिकारणत्वमादाय एव अन्यव्यतिरेकौ वा अन्य व्यतिरेकसहचारः भवति. इदानीं दण्डरूपम् इति अतः दण्डरूपम् इति अन्यथा सिद्धः का तस्य स्वतन्त्रया न कारणं भवितुम् अर्हति. अस्तु, इतोपि किञ्चित् अत्र स्पष्टतया वक्तव्यमस्ति भगिनि. यद्भवत्या उक्तं तत् समीचीनं, किन्तु अत्र अन्वयव्यतिरेकवाक्यं वदतु. प्रथमं दण्डः कारणम् इति निरूपयितुम् अन्वयव्यतिरेकं वाक्यं वदतु. दण्डसत्त्वे घटसत्त्वं, घण्टाभावे दण्डाभावे घटाभावः. उत्तमम् इति वाक्यं तत्र वक्तुं शक्यते. दण्डविषये एतादृश अन्वयव्यतिरेकवाक्यं वक्तुं शक्यते. अन्वयसहचारः व्यतिरेकसहचारः द्वयमपि वक्तुं शक्यते. दण्डतत्त्वे घटतत्त्वं, दण्डाभावे घटाभावः इति. एवं दण्डरूपम् आधारीकृत्य इदानीं वाक्यं वदतु. अन्वयसहचारः व्यतिरेकसहचारः दण्डरूपसत्त्वे घटसत्त्वं, दण्डरूपाभावे घटाभावः इति वा? हा, सत्यम् इति अन्वयसहचारः व्यतिरेकसहचारः खलु. दण्डरूपसत्त्वे घटसत्त्वं, दण्डरूप अभावे घटाभावः इति स्वातन्त्र्येण वक्तुं शक्यते वा? इत्युक्ते दण्डे रूपं नास्ति चेदपि अत्र दण्डस्य दण्डे किमर्थं कारणत्वं स्वीकृतम्? कार्यनेदपूर्ववृत्तिः अस्ति इति कृत्वा न कार्यनियतपूर्ववृत्तिः अस्ति इति कृत्वा नास्ति. यदि तादृशं वदति तर्हि दण्डरूपमपि कार्यपूर्ववृत्तिः अस्ति खलु. दण्डे कारणत्वं कथं स्वीकृतं, किमर्थं स्वीकृतम्? दण्डसमवायिकारणम् अस्ति, असमवायिकारणं. प्रश्नं स्वीकृत्य प्रश्नम् अवगम्य उत्तरं वदतु. दण्डे दण्डं दण्डः इति निमित्तकारणम् इति स्वीकृतं खलु. किमर्थं दण्डः निमित्तकारणम् इति स्वीकृतं? दण्डं किं कार्यं करोति? दण्डः किं कार्यं करोति? चक्रस्य भ्रमणं करोति. समीचीनं. दण्डः दण्डः इति द्रव्यं चक्रभ्रमणं कारयति खलु. किन्तु दण्डरूपं चक्रभ्रमणं कारयति किम्? न कारयति. इति कृत्वा यद्यपि दण्डरूपे कार्यनियतपूर्ववृत्तित्वम् अस्ति तथापि दण्डरूपे सति घटसत्त्वं, दण्डरूप अभावे घट अभावः इति न वक्तुं शक्यते. दण्डमेव चक्रभ्रमणस्य कारणं, न तु दण्डरूपं. किन्तु दण्डरूपं विहाय दण्डः न भवितुम् अर्हति, तत्तु सत्यम्. इत्युक्ते दण्डः इति पार्थिवद्रव्यमस्ति, तस्मिन् उद्भूतरूपम् अस्ति, मध्यमपरिमाणमपि अस्ति इति कृत्वा तत्र रूपमस्ति एव. तर्हि दण्डे कारणत्वं स्वीकृत्य एव दण्डरूपे कारणत्वं कल्पयितुं शक्यते खलु. स्वातन्त्र्येण अत्र अन्वयव्यतिरेकम् उक्त्वा दण्डरूपसत्त्वे घटसत्त्वं, दण्डरूप अभावे घटाभावः इति स्वातन्त्र्येण अन्वयव्यतिरेकवाक्यं न वक्तुं शक्यते. दण्डे अन्वयव्यतिरेकम् उक्त्वा तदनन्तरमेव दण्डरूपे अन्वयव्यतिरेकं वक्तुं शक्यते इति कृत्वा स्वातन्त्र्य अन्वयव्यतिरेकौ न स्तः. यस्मिन् तस्मिन् अन्यथासिद्धत्वं वक्तव्यं, तस्मिन् कारणत्वं न कल्पनीयम् इति. बुद्धं खलु? बुद्धं. सर्वेषां गुणानां कृते एतादृशमेव भवति खलु? किम्? अन्येषु गुणेषु अपि एतादृशमेव भवति. चिन्तयतु चिन्तयतु, इदानीम् अन्यद् उदाहरणं स्वीकृत्य चिन्तयतु. दण्डे विद्यमान अन्यत् किमपि गुणं स्वीकृत्य चिन्तयतु. परिमाणं अथवा क्रिया तदपि परिमाणम् इति वदामः चेत् तदपि स्वातन्त्र्येण घटं प्रति कारणं नास्ति. दण्डे एव सत्यम् इति कृत्वा अत्र परिमाणं सङ्ख्या एकत्वम् इति सङ्ख्या. यदि दण्डे गन्धः अस्ति तद् गन्धः पार्थिवद्रव्यम् इति कृत्वा दण्डे गन्धः भवितुमर्हति. तर्हि अन्यानि अन्ये गुणाः अपि अन्यथा सिद्धाः एव भवन्ति. अस्तु, श्रीराममहोदयस्य प्रश्नं न महोदय. न महोदय, अस्तु अस्तु, समीचीनम् इति. हा वदतु महोदय. एकः प्रश्नः अत्र दण्डे वयं दृष्टवन्तः पूर्वे यत्र यत् स्थूलदण्डः अस्ति चेदेव चक्रभ्रमणं कर्तुं शक्नोति शक्नोमि शक्नोति खलु. यदा कृशः दण्डः अस्ति चेत् तेन चक्रभ्रमणं न कर्तुं शक्नोमि. अतः स्थूलत्वम् इति एव तत्रापि भवेत् दण्डे. तदपि गुणः अस्ति परन्तु तदपि अनुचित्वम् इति कीदृशगुणः कीदृशगुणः पार्थिवगुणः इति वक्तव्यं वा न न जाने. पार्थिवगुणः इति किमपि अस्ति किं? तदेव तत्र चतुर्विंशतिगुणेषु स्थूलत्वम् इति कीदृशगुणः? परिमाणत्वं स्थूलत्वं भवति किम्? तत्र भेदः अस्ति. परिमाणं नास्ति खलु. गुरुत्वं भवितुमर्हति वा महोदय? स्थूलत्वम् आद्य पतनकारणं गुरुत्वं. स्थूलत्वम् इत्युक्ते किम् इति वक्तव्यं शक्नोमि न जानं कः गुणः इति. अस्तु, सर्वे चिन्तयतु. इत्युक्ते परिमाणम् आधारीकृत्य स्थूलत्वं वक्तुं शक्यते वा? परिमाणम् आधारीकृत्य स्थूलत्वं वक्तुं शक्यते यस्मिन् यस्मिन् दण्डे परिमाणम् अधिकम् अस्ति तत् स्थूलदण्डम् इति वक्तुं शक्यते खलु? नास्ति. स्पञ्ज् इति स्वीकरोतु, तत्र परिमाणम् अधिकमस्ति. हा, परन्तु तत् दण्डम् अपि भवेत्. प्रथमं दण्डं भवेत्, दण्डत्वं भवेत्, स्थूलत्वं भवेत्. इत्युक्ते परिमाणत्वं परिमाणस्य परिमाणं स्वीकृत्य स्थूलत्वं निरूपयितुं शक्यते. स्थूलत्वम् इत्युक्ते परिमाणम्, एकविधपरिमाणमेव स्थूलत्वम् इति वदति चेत् स्पञ्ज् मध्ये अव्याप्तिः भवति. किन्तु दण्डत्वे सति इति किमपि वक्तव्यम् इत्युक्ते अत्र साक्षात् परिमाणम् इति नास्ति. साक्षात् परिमाणं नास्ति, परन्तु दण्डं भवेत् तत्पश्चात् परिमाणम् अधिकं भवेत् इति वक् तस्य इत्युक्ते अधिकं भवेत्. एकं गुणं स्वीकृत्य स्थूलत्वं न निरूपयितुं शक्यते. प्रायः तत्र जातिः अपि च गुणः, नो चेत् इतोपि एकः गुणः इति तादृशं मिलित्वा स्थूलत्वस्य निरूपणं करणीयं खलु? आम्, भवतु. अस्तु, तर्हि द्वितीयविध अथवा अन्यथा सिद्धत्वम् अस्माभिः अवगतं. तत्र उदाहरणमस्ति दण्डरूपम् इति. तर्हि प्रथमविध अथवा वायुकारणस्य उदाहरणमस्ति दण्डत्वं. तत्र तर्कः अस्ति, तर्हि एतत् मनसि संस्थापयन्तु. उदाहरणम् अपि च कस्मिन् कारणे केन कारणेन दण्डत्वम् अन्यथा सिद्धं कारणता अवच्छेदकत्वात् इति प्रथमं. दण्डरूपम् अन्यथा सिद्धं स्वातन्त्र्य अन्वयव्यतिरेकः व्यतिरेकौ न स्तः इत्यतः इति द्वितीयम्। अस्तु इदानीं तृतीयं पश्येम, कस्य दायित्वमासीत्? रमेशमहोदयः भवतः एव। आं महोदय, अत्र मूलग्रन्थे दत्तमस्ति अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानम् इति दत्तमस्ति। पूर्वभावम् इत्युक्ते अत्र अन्यं प्रति यत् कारणत्वं ज्ञात्वा यत् कार्यं प्रति कारणत्वं ज्ञायते तत् तृतीयम् अन्यथासिद्धम्। तत्र उदाहरणमस्ति आकाशः, घटः प्रति आकाशः घटः घटं प्रति कारणत्वम् अस्ति। आकाशः विभुः अस्ति तर्हि विभुः अस्ति नित्यः अस्ति तर्हि घटस्य उत्पन्नस्थले अस्ति, उत्पन्न स्थले सर्वदा अस्ति, तत् उत्पन्नस्य पूर्वम् अपि अस्ति। तर्हि आकाशः घटं प्रति कारणं वा इति प्रश्न उदेति। यदि आकाशः घटं प्रति कारणं भवति तर्हि केन रूपेण तस्य कारणं भवति? तस्य आकाशत्वेन इति, आकाशत्वम् इति यः धर्मः अस्ति आकाशे तत् कारणं, यदि तत् कारणं भवति तर्हि तस्य आकाशस्य अपि कारणं भवितुम् अर्हति। परन्तु आकाशत्वं तस्य कथम्, आकाशत्वम् इत्युक्ते किं? तत् शब्दसमवायिकारणत्वम् एव आकाशस्य आकाशत्वं, शब्दसमवायिकारणत्वम् एव आकाशत्वं। तर्हि आकाशम् आकाशत्वं प्रथमं शब्दस्य कारणं भवति, तत्पश्चात् एव घटस्य कारणं भवति। तर्हि तत् प्रथमं अन्यं प्रति कारणं भवति, तत्पश्चात् एव घटस्य कारणं भवति। तर्हि तादृशकारणत्वम् अन्यथासिद्धत्वम् इति सिद्धान्तिम् अनुसृत्य तस्य कारणत्वं न स्वीकरणीयम्। उत्तमं। तर्हि प्रश्नः, आकाशत्वम् इति कीदृशपदार्थः? तत् जाति नास्ति, तत् केवलम् आकाशे एव विद्यते। आकाशः एकमेव अस्ति, तस्य धर्मः अस्ति। उत्तमम्। इति सर्वेषां मनसि भवेत्, आकाशत्वं जातिः इति यदि स्वीकुर्मः तर्हि आकाशत्वं तत्र अवच्छेदकधर्मः भवति खलु, आकाशस्य यत्किमपि सम्बन्धः अस्ति, नो चेत् अत्र कारणता इति किमपि कल्पयामश्चेत् तत्र अवच्छेदकधर्मः। यदि आकाशः कारणं तर्हि आकाशे विद्यमानकारणतायाः अवच्छेदकधर्मः भवति आकाशत्वम् इति कृत्वा प्रथमविध अस अन्यतासिद्धत्वे अन्तर्भूतं भवति। अत्र आकाशत्वम् इति जातिः नास्ति। किमर्थं जातिः स्वीक्रियते इति चेत् यस्य अनेकत्वं, यस्मिन् अनेकत्वमस्ति तस्यैव जातिः स्वीक्रियते। एकं गां दृष्ट्वा अन्या गोः यदा अन्यां गां यदा पश्यामः तदा एषा गौः इति वदामः खलु, तत्र कथं वा उक्तं ज्ञातम् इति चेत् यदा प्रथमगोः दर्शनं क्रियते तदा एव तस्मिन् विद्यमानगोत्वस्यापि ग्रहणं भवति इत्यतः द्वितीयां गौ द्वितीया गौः यदा दृश्यते तदा एषा गौः इति वक्तुं शक्यते इति अस्माभिः उक्तम्। किन्तु आकाशः एकः एव इति कृत्वा यत्र यत्र एकत्वमस्ति तत्र जातेः वक्तुम् आवश्यकता एव नास्ति लाघवम् इति कृत्वा। तर्हि आकाशत्वम् इति जातिः नास्ति, केवलं पदार्थः। तर्हि आकाशत्वम् इत्युक्ते किम् इति चेत् शब्दसमवायीकारणत्वम् एव आकाशत्वम्। तर्हि शब्दस्य समवायीकारणत्वं स्वीकृत्य शब्दस्य जनकः आकाशः इति ज्ञात्वा तदनन्तरमेव इदानीं घटस्य जनकः अपि किम् आकाशः इति वक्तुं नियमः अस्ति इति कृत्वा। अपि च आकाशः केन प्रमाणेन ज्ञायते रमेश महोदय? अनुमानेन ज्ञायते। हा, अनुमानप्रमाण शब्दगुणकम् आकाशम् इति अस्ति खलु। तर्हि तत्र शब्दम् आकाशे जन्यं भवति, तर्हि शब्दस्य समवायीकारणम् आकाशः इति अनुमानेन स्वीकृत्य एव आकाशस्य निरूपणं कृतम् इति कृत्वा तर्हि आकाशस्य निरूपणमेव तस्मिन् शब्दजनकत्वम् अस्ति इति कृत्वा स्वीकृतम् इति कृत्वा अस्मिन् सन्दर्भे घट उत्पादने तस्य जनकत्वं न स्वीक्रियते इति उक्तम्। अत्र केचन अत्र अन्ये विषयाः अपि चिन्तितः अस्ति खलु, तस्मिन् विषये भवता भवान् पठितवान् किम् इत्युक्ते आकाशे साधारणकारणत्वं किमर्थं न स्वीकृतम् इति। तत्र दिक् अपि कालः अपि तादृश एव अस्ति, तर्हि ते अपि ते अपि तादृशः इत्युक्ते का कारणत्व, तर्हि ते अपि पूर्ववृत् तस्मिन् पूर्ववृत्तित्वं तयोः पूर्ववृत्तित्वं स्तः, तर्हि ते अपि तर्हि ते तौ अपि कारणत्वम् आकाशम् इव अस्ति, परन्तु दिक् कालः इति व्यावहारिके व्यावहारिकशब्दः अस्ति। अहम् अस्मिन् देशे घटं निर्मातुं प्रयत्नं करोमि इति वक्तुं शक्यते, अहम् अस्मिन् काले करोमि इति वक्तुं शक्यते, परन्तु आकाशम् आधारीकृत्य किमपि व्यावहारिकप्रयोजनं न दृश्यते। तर्हि आकाशस्य व्यावहारिक सम्बन्धविषयः न सन्ति, अपि च आकाशः तस्य व्यावहारिकं नास्ति इति कारणात् तस्य सामान्यकारणत्वं न स्वीकुर्मः। अस्मिन् देशे घटस्य उत्पादनम्, अस्मिन् काले घटस्य उत्पादनम् इति यदा व्यवहारं कुर्मः तथा अस्मिन् आकाशे घट उत्पादनम् इति व्यवहारः न क्रियते इति कृत्वा आकाशस्य कारणत्वं साधारणकारणत्वं न स्वीक्रियते इति एकं। तत्र अन्यदपि उक्तं महोदय, वृत्ति अनियामक वृत्तिनियामक वृत्ति अनियामक इत्यस्मिन् विषये चिन्तितम्, तदपि वदति किं? तदस्माभिः पठितमपि वृत्तिनियामकसम्बन्धः वृत्ति अनियामकसम्बन्धः इति। न बुद्धं महोदय, तत् न चिन्तितम्। अस्तु, अन्येषां मनसि अस्ति चेत् वदतु। अत्र वृत्तिनियामकसम्बन्धः वृत्ति अनियामकसम्बन्धः इत्युक्ते आकाशः विभुः घटः मूर्तद्रव्यं तर्हि यदा घटः उत्पद्यते तदा तत्र संयोगसम्बन्धः भवत्येव इत्युक्ते घटः इति त्यजामः इदानीम् इत्युक्ते कपालः इति स्वीकुर्मः तत्र कपालस्य घटपूर्ववृत्तित्वम् अस्ति इति कृत्वा कपालः आकाशेन संयुक्तः अस्ति तर्हि घटस्यापि तत्र संयोगसम्बन्धः भवितुम् अर्हति आकाशेन सह इति कृत्वा भवतु अहम् इदानीं किञ्चित् भिन्नरीत्या चिन्तयन्नस्मि एतदपि चिन्तनीयः विषयः एव तस्मात् पूर्वम् अत्र वृत्तिनियामकसम्बोध अत्र अत्र एका वार्ता अस्ति यत् द्रव्यैः सह आकाशस्य वृत्ति अनियामकसंयोगसम्बन्धः तदर्थं व्यवहारे अप्रसिद्धिः इत्युक्ते अस्मिन् आकाशे घटः उत्पन्नः इति व्यवहारः न क्रियते इति कृत्वा आकाशस्य साधारणकारणत्वं न स्वीकृतम् इति यदुक्तं तस्य तस्मिन् विषये तर्कः इदानीं किमर्थम् एतादृशव्यवहारः न क्रियते इति अपि वक्तव्यं खलु अस्मिन् देशे घटः उत्पन्नः अस्मिन् काले घटः उत्पन्नः इति अस्मिन् आकाशे घटः उत्पन्नः इति व्यवहारः व्यवहारे नास्ति भवतु किमर्थं नास्ति इति चेत् वृत्ति अनियामकसंयोगसम्बन्धः एव भवति घट अपि च आकाशयोः मध्ये इति कृत्वा तदर्थं व्यवहारे अप्रसिद्धिः इति उक्तं तस्य अर्थः कः इति पृच्छन्नस्मि महोदय तत्र वृत्तिनियामक वृत्ति अनियामकसम्बन्धः इत्युक्ते पूर्वं एकस्मिन् वर्गे भवान् उक्तवान् तदिदानीं स्मरामि समीचीनम् इति वृत्तिनियामकसम्बन्धः इत्युक्ते तत्र यः कोऽपि तत्र तत्र सम्बन्धः अस्ति आधेय आधाराधेयभावः भवति तु तत्र आधाराधेयभावः एकरीत्या एव भवति इदानीं घटः भूतले अस्ति इति वदामश्चेत् तत्र आधार आधेयभावः तत्र नियमेन वक्तुं शक्नुमः इदानीं वृत्ति अनियामकसम्बन्धः इत्युक्ते तत्र आधार आधेयभावः तत्र द्विविधं भवितुमर्हति यथा घटः आकाशे अस्ति तथा परिचिन्नाकाशघटे अपि अस्ति इति आधाराधेयभावः द्विविधं भवितुम् अर्हति इति अहं स्मरामि बहु समीचीनम् इति अस्माभिः दृष्टम् इत्युक्ते नियमेन घटः आकाशे अस्ति इति एकरीत्या एव वक्तुं शक्यते वा निश्चित् तत्र व्यवहारे आकाशः घटे अस्ति इति अपि व्यवहारः कर्तुं शक्यते खलु तर्हि द्विधा यत्र वक्तुं शक्यते तत्र वृत्ति अनियामकत्वं भवति इति मया उक्तम् तत्तु समीचीनम् अपि च अत्र भिन्न उदाहरणमपि आसीत् तत्र कपिसंयोगः वृक्षस्य अग्रभागे कपिसंयोगः यदा भवति तदा वृत्तिनियामकत्वं कुत्र वक्तुं शक्यते इति चेत् वृक्षः एव अवयवी वृक्षः एव अवयवे अग्रभागे मूलभागे सः अस्ति इति वक्तुं शक्यते खलु अवयवी एव समवायसम्बन्धेन अवयवे वर्तते अत्र अवयवः अवयविनि वर्तते इति वक्तुं सम्बन्धः एव नास्ति वस्तुतः किन्तु तादृशव्यवहारः अपि अस्ति किम् इति चेत् अत्र पक्षी कुत्र अस्ति इति चेत् अग्रभागे अस्ति वृक्षस्य अग्रभागे अस्ति तर्हि वृक्षस्य अग्रभागे अस्ति इति वदामश्चेत् इदानीं वृक्षः अपि च अग्रभागः अनयोः मध्ये सम्बन्धः उक्तः सम्बन्धषष्ठी अस्ति तत्र वृक्षस्य अग्रभागे अस्तु तर्हि वृक्षस्य अग्रभागे इति वदामश्चेत् इदानीं किं तत्र वृक्षस्य अग्रभागे इति वदामश्चेत् तत्र सम्बन्धः उक्तः भवति, किन्तु किं कस्मिन् अस्ति इति वदामश्चेत् इति पृच्छामश्चेत् तत्र वृत्तिनियामकं वृत्ति एतद् अस्मिन् अस्ति इति न वक्तुं शक्यते. वृक्षः अत्र वाक्यं कथं भवति इति पश्यतु. वृक्षस्य अग्रभागे पक्षिः अस्ति इति अस्ति. तर्हि वृक्षस्य अग्रभागे इत्युक्ते वृक्षे अग्रभागः इति भाति, किन्तु तादृशं भवति वा? अग्रभागस्य वृत्तित्वं वृक्षे भवति वा इति चेत् सामान्यतया न भवति. वृक्षः एव अग्रभागे भवति, न तु अग्रभागः वृक्षे. तर्हि कथं वा वृक्षस्य अग्रभागे इति प्रयोगः कर्तुं शक्यते इति चेत् तत्र सम्बन्धः वृत्ति अनियामकसंयोगसम्बन्धः, वृत्ति अनियामकसम्बन्धः, संयोगसम्बन्धः इति नास्ति. अतः एव अत्र स्वरूपसम्बन्धः कल्पितः भवति. अस्माभिः चित्रमपि स्थापितम्. वृक्षः अग्रभागे समवायसम्बन्धेन अस्ति, किन्तु अग्रभागः वृक्षे अस्ति इति न वदामश्चेत् वृक्षस्य अग्रभागे इति वाक्यमेव न रचयितुं शक्यते. इत्यतः तत्र अग्रभागः वृक्षे स्वरूपसम्बन्धेन अस्ति इति अस्माभिः उक्तम्. इति कृत्वा तत्तादृशसम्बन्धः यत्र वदामः तत्र वृत्ति अनियामकसम्बन्धः भवति. इत्युक्ते तर्हि घट आकाशयोः मध्ये यदापि संयोगसम्बन्धः भवति तथापि स च सम्बन्धः वृत्ति अनियामकसम्बन्धः. इत्युक्ते तत्र वृत्तित्वं किं कस्मिन् अस्ति इति यथा इदानीं श्रीराममहोदयेन प्रतिपादितम्, इत्युक्ते आकाशः घटे अस्ति वा घटः आकाशे अस्ति इति वा इति निश्चयेन न वक्तुं शक्यते. इति कृत्वा तादृशव्यवहारः न क्रियते. तादृशव्यवहारः न क्रियते इति कृत्वा आकाशे साधारणकारणत्वं न स्वीक्रियते. यद्यपि आकाशे कार्यपूर्ववृत्ति कार्य किं कार्य पूर्ववृत्तित्वं कार्यनियतपूर्ववृत्तित्वम् अस्ति, तथापि अत्र साधारणकारणत्वं न स्वीक्रियते इति उक्तम्. अपि च तत्र अन्यः विषयः अपि चिन्तनीयः इत्युक्ते यदि आकाशः घटं प्रति कारणं भवेत् तर्हि यदा घटस्य उत्पादनं जायते तदनन्तरं घटे यदा क्रिया जायते तदा एव आकाशघटयोः मध्ये संयोगसम्बन्धः भवति, किन्तु उत्पादनस्य समये उत्पादनार्थम् अत्र घट आकाशयोः मध्ये किमपि सम्बन्धः नास्ति. इति कृत्वा अत्र वस्तुतः आकाशघटयोः मध्ये किमपि सम्बन्धः नास्ति इति अपि अस्ति. भवतु, तर्हि इति तृतीयविधसमवायि तृतीयविध अन्यथासिद्धत्वं निरूपितं. तत्र उदाहरणं किम् आसीत्? आकाशः आकाशः अन्यथासिद्धः. किमर्थम् इति चेत् अत्र किं वक्तव्यम्? एकेन वाक्येन वक्तव्यं चेत् अन्यं कार्यं प्रति तस्य पूर्ववृत्तित्वं ज्ञात्वा एव एतत् कार्यं प्रति तस्य पूर्ववृत्तित्वं स्वीकर्तुं शक्यते. इत्यतः आकाशस्य समवायीकारणत्वं शब्दं प्रति समवायीकारणत्वं ज्ञात्वा एव एतस्य घटं प्रति कारणत्वं स्वीकर्तुम् अर्हति इति कृत्वा अन्यथासिद्धं भवति इति तृतीयविध अन्यथासिद्धः. अस्तु, इदानीं चतुर्थं कस्य दायित्वम् आसीत्? श्रीराम महोदय वदतु. तत्र जनकं प्रति इति तदेव श्लोके दत्तमस्ति तत्र अन्यथा सिद्धत्वं तत्र किञ्चित् संशयः अपि वर्तते महोदय अनन्तरं पृच्छामि कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वा यस्य यत् कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत् कार्यं प्रति अन्यथा सिद्धत्वम् अस्तु अत्र यथा कुलाल पितुः घटं प्रति तस्य हि कुलालपितृत्वेन घटं प्रति जनकत्वे एकविध अन्यथासिद्धिः इति दत्तमस्ति अत्र घटः कार्यं घटजनकः अस्ति कुलालः कुलालस्य तु पूर्ववृत्तिता अस्ति इदानीं कुलालस्य पिता अस्ति तं स्वीकुर्मः सः अपि तस्यापि पूर्ववृत्तिता अस्ति इदानीं सः कुलालपिता सः घटस्य कारणं भवति वा इति प्रश्नः अस्ति इदानीं यद्यपि तस्य पूर्ववृत्तिता भवति तथापि सः घटजनकं पूर्ववृत्तिता अस्ति इदानीं घटजनकः अस्ति कुलालः कुलालस्य अपि तस्य पूर्ववृत्तिता अस्ति इति कृत्वा तत्र कुलालपिता घटं प्रति कारणम् इति न स्वीकुर्मः तत्र महोदय तत्र एव मम प्रश्नः अस्ति तत्र परिच्छेदे तत्र लिखितमस्ति तद् स्पष्टतया न अवगच्छामि तत्र तदर्थं श्लोके उक्तं जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते इति लिखितमस्ति जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता ज्ञायते इत्यर्थः जनकं नाम घटरूपकार्यं प्रति कुलालजनकः इति लिखितमस्ति तत्र जनकं नाम घटरूपकार्यं प्रति कुलालजनकः तदेव मम भ्रमः अस्ति जनकं प्रति पूर्ववृत्तिता ज्ञानं विना तत्र मम किञ्चित् क्लेशः अस्ति महोदय तत्र वाक्ये किञ्चित् क्लेशः अस्ति पठतु एकवारं पठतु तदर्थं श्लोके उक्तं जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता ज्ञायते जनकं नाम घटरूपकार्यं प्रति कुलालजनकः तं जनकं प्रति पूर्ववृत्तिता ज्ञानं नाम कुलालपितुः कुलालं प्रति या पूर्ववृत्तिता अस्तु महोदय तत्र क्लेशः अस्ति महोदय न न अत्र यदि सोपानेन गच्छति तर्हि समीचीनबोधः जायते अस्तु जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते इति वाक्यमस्ति खलु तत्र जनकम् इत्यस्य अर्थः कः अहं चिन्तयामि कुलालः इति अत्र तु कुलालजनकः इति लिखितमस्ति अस्तु तर्हि कुलालजन अत्र यथा कथा यथा लिखितं तथा स्थापयतु तर्हि जनकम् इत्युक्ते कुलालजनकम् इति स्वीकरोतु कुलालजनकम् अस्तु कुलालजनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय तं जनकं प्रति पूर्ववृत्तिता ज्ञानं नाम कुलालपितुः कुलालं प्रति या पूर्ववृत्तिता अस्तु पूर्ववृत्तिता ज्ञानम् इत्युक्ते कुलालपितुः कुलालं प्रति या पूर्ववृत्तिता हा तद् अपरिज्ञाय तस्य ज्ञानं विना इति अर्थः सत्यं पूर्ववृत्तिता विना यस्य घटरूपकार्यं प्रति पूर्ववृत्ता ज्ञायते अस्तु तत्र गुणालजनकः गुणालं प्रति कारणं तस्य पूर्ववृत्तिता अस्ति इति ज्ञात्वा एव तस्य कुलालजनक कुलालपिता घटं प्रति कारणम् इति ज्ञातुं शक्नुमः इति सारांशः इत्युक्ते कुलालः अपि च कुलालपिता अनयोः मध्ये जन्यजनकसम्बन्धः अस्ति खलु अग्रिमपरिच्छेदे तद् एव लिखितमस्ति तत्तु स्पष्टमस्ति अस्तु अत्र चिन्तयामः इदानीं महेशः इति कश्चन अस्ति इति चिन्तयतु सुरेशः इति अन्यः अस्ति इति चिन्तयतु कुत्र कार्यादिकरणे घट उत्पादनकार्यादिकरणे महेशः अपि अस्ति सुरेशः अपि अस्ति इति चिन्तयतु किन्तु सुरेशः एव कुलालः इदानीं सुरेशः एव घटं कुर्वन् अस्ति इति चिन्तयतु तर्हि सुरेशः कीदृशकारणं सुरेशः निमित्तकारणं निमित्तकारणं समीचीनं तर्हि इदानीं यस्मिन् समये घटस्य उत्पादनं जायमानमस्ति तस्मिन् समये महेशः अपि तत्र अस्ति तर्हि इदानीं महेशः महेशे पूर्ववृत्तित्वं कार्यनियतपूर्ववृत्तित्वम् अस्ति तर्हि इदानीं महेशः अपि कारणं वा इति चेत् किं वदति महेशः अपि कारणं वा तत्र सः यदा घटं निर्माति तदा सः मम प्रश्नस्य उदरम् अहं सर्वम् उक्तवान् खलु सुरेशः एव घटस्य निर्माणं कुर्वन् अस्ति महेशः केवलं तत्र कार्याधिकरणे अस्ति तर्हि महेशः कारणं किम् किमर्थम् किमर्थम् इत्युक्ते तत्र यदा महेशः नास्ति चेदपि सुरेशः घटस्य निर्माणं कर्तुं शक्नोति सः घटं कारयति इत्युक्ते अन्वयव्यतिरेकः न सिद्ध्यति खलु महेशे सति घटतत्त्वं महेशाभावे घट अभावः इति न वक्तुं शक्यते तर्हि तत्र अन्वयव्यतिरेकः न सिद्ध्यति इति कृत्वा कीदृश अन्यथा सिद्धं भवति यद्यपि कार्यादिकरणे महेशः अस्ति तथापि तस्मिन् अन्यथासिद्धत्वम् अत्र अन्वयव्यतिरेकौ न स्तः इति कृत्वा कीदृश अन्यथासिद्धः भवति प्रथमविध अन्यथासिद्धत्वं भवति वा न द्वितीयं द्वितीयविधमपि न भवति तृतीयमपि न भवति तृतीयमपि न भवति चतुर्थस्य विषये एव चिन्तनम् इदानीं पञ्चमः भवति वा पञ्चमं भवति पञ्चमं भवति खलु सत्यम् अस्तु यथा राघवः राघवः इत्युक्ते डाङ्की सत्यं तर्हि डाङ्की यथा तत्र अस्ति तथा महेशः महेशः अस्ति इति कृत्वा पञ्चमविध अन्यथासिद्धत्वं भवति महेशे सत्यम् अस्तु इदानीम् अहम् एकं नूतना वार्ता अहं वदामि इति चिन्तयतु महेशः कः इति चेत् सुरेशस्य पितुः पिता इति अहं वदामि सुरेशस्य पिता इति इदानीमेव मया उक्तम् एतावत्पर्यन्तं मया न उक्तम् तर्हि इदानीं महेशः पञ्चविध अन्यथासिद्ध सिद्धः भवति पञ्चमविध अन्यथासिद्धः भवति महेशः किन्तु यदा महेशः भोः किमर्थं सः अन्यथा सिद्धः इति वदति, महेशः सुरेशस्य पिता अस्ति, यदि महेशः नास्ति तर्हि सुरेशः कथं वा स्यात्, यदि सुरेशः नास्ति तर्हि कथं वा घटः स्यात् इति कृत्वा इदानीं महेशः अपि घटं प्रति कारणं भवतु इति यदि अहं वदामि, इदानीं किं जातं, महेशः सुरेशस्य पिता इति ज्ञात्वा एव तस्मिन् कारणत्वं कल्पयते खलु, तदेव जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते, इत्युक्ते किमर्थं कुलाल पितरि कारणत्वं कल्पितं, कुलालस्य कारणम् इति ज्ञात्वा एव कुलालपितरि कारणत्वं कल्प्यते खलु, तर्हि तादृशज्ञानं नास्ति चेत् तादृशप्रश्नः एव न कुर्मः, यथा इदानीं मया प्रतिपादितम् एतावत्पर्यन्तं महेशः सुरेशस्य पिता इति न ज्ञातम् तर्हि सुरेशस्य पिता इत्यतः तस्मिन् कारणत्वं न कल्पितं भवतु, तत्र भिन्नरीत्या पञ्चमविध अन्यतासिद्धत्वं महेशे प्राप्यते इति कृत्वा तत्र कारणत्वं त्यक्तम् इति तु भिन्नवार्ता, हा किन्तु यदा अहम् उक्तवान् महेशः सुरेशस्य पिता इति उक्तवान्, ओ पिता तत्र पिता विना कथं वा कुलालः स्यात्, कुलालं विना कथं वा घटः स्यात् इति कृत्वा परम्परया कुलालपितरि अपि कारणत्वं वक्तव्यम् इति यदि वदति तदा एतत् वाक्यं वक्तव्यं, जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य कारणत्वं गृह्यते तर्हि तत्र पूर्ववृत्तितां प्रति अन्यतासिद्धत्वं कल्प्यते इति उक्तं तावदेव, बुद्धं खलु, बुद्धं महोदय, तदेव स्वजन्यतानुरूपितजनकतानुरूपितजनकतावत्त्वं चतुर्थविधान्यतासिद्धत्वम् इति लक्षणं सत्यं, तर्हि कञ्चित् प्रतिपादयति वा स्व इत्युक्ते किम्, स्व इत्युक्ते घटः स्वजन्यता अस्ति न, अत्र जन्य इति स्वीकरोतु तदनन्तरं जन्यता इति स्वीकरोतु, स्व इति घटः, स्व इति घटः जन्यः अस्ति घटः, तस्मिन् जन्यता अस्ति, तन्निरूपित जनकता कुलाले अस्ति, जनकः जनकता कुलाले अस्ति, कुलालस्य जनकः अस्ति कुलालपिता इति कृत्वा निरूपित जनकता अस्ति कुलालपितरि इति कृत्वा स्वजन्यतानुरूपितजनकतानुरूपितजनकतावत्त्वं तत्र कुलालपितरि भवति, अत्र अन्य वार्ता अपि अस्ति, यदा कुलालपिता अपि कुलालेन सह घट निर्माति तदा तत्र कुलालत्वेन कारणता स्वीकुर्मः, पूर्वता स्वीकुर्मः तु कुलालपितृत्वेन न स्वीकुर्मः, उत्तमम् इति अपि मुख्यवार्ता अस्ति, सत्यं, यद्यपि कुलालपितरि कुलालपितृत्वम् अस्ति किन्तु कुलालपितृत्वत्वेन अत्र कारणता न स्वीकृता किन्तु कुलालत्वेनैव कारणता स्वीकृता इति अस्ति, अस्तु एतदेव अत्र कारणस्य कारणम् इति सामान्यबाल्यरीत्या बाल्यस्तरे यथा तस्माभिभूतं तथा कारणस्य कारणम् इति अस्माभिः उक्तं खलु, तर्हि अत्र स्वजन्यनिरूपितजनकतानिरूपितजनकतावत्त्वम् इत्युक्ते किं, कारणस्य कारणत्वं तावदेव, स्वजन्यम् इति कार्यं तस्य जनकः अस्ति कारणं पुनः तस्य जनकः अस्ति कारणम् इति कृत्वा चतुर्थविध अन्यथा सिद्धम्। अस्तु इदानीं पञ्चम मेहुल् महोदय प्रतिपादयति किम्? धन्यवादः। आं महोदय, अत्र वयं किञ्चित् एव उक्तवन्तः पञ्चम अन्यथा सिद्धं सिद्धत्वम् इति अतिरिक्तम् इति अत्र लिखितमस्ति। तर्हि अतिरिक्तम् इत्युक्ते अत्र नियतपूर्ववृत्तित्वम् अस्ति, परन्तु तथापि अतिरिक्तं यत् वस्तूनि यावन्ति वस्तूनि तत्र भवन्ति कार्याधिकरणे, तेषाम् अन्यथा सिद्धत्वं भवति, तदेव पञ्चम अन्यथा सिद्धत्वं। तर्हि उदाहरणरूपेण अत्र घटस्य उत्पादनकार्ये अत्र दण्डः अस्ति, चक्रम् अस्ति, कुलालः अस्ति, मृत्तिका अपि अस्ति, तानि सर्वाणि वस्तूनि आवश्यकानि एव, परन्तु तत्र यदि गर्दभः अस्ति चेत्, रासभः अस्ति चेत् तस्य आवश्यकता घटनिर्माणस्य कार्यार्थे नास्ति, अतः तत् घटं प्रति कारणं न भवति, तदेव पञ्चम अन्यथा सिद्धत्वम् इत्यनेन एव सः गर्दभः कथं निर्णेतुं शक्नुमः रासभः कारणं नास्ति इति? किम् आधारीकृत्य उक्तम्? अत्र तस्मिन् कृते अत्र एक अवश्यक्लुप्तत्वम् इति एकं तस्य स्पष्टीकरणार्थम् एकः व्यवहारः कृतः, अवश्यक्लुप्तत्वम् इत्युक्ते लाघवम् इति एव तस्य अर्थः। लाघवम् इति इच्छामः चेत् तत्र बहूनि कारणानि सन्ति तेषाम् उपयोगेन अथवा तेषां साहाय्येन घटस्य निर्माणार्थं या सामग्री आवश्यकी तानि सामग्री आनेतुं बहवः कारणानि साहाय्यं करोति। उदाहरणरूपेण गर्दभः मृत्तिका आनेतुं साहाय्यं करोति, परन्तु तथापि तेषां सर्वेषां ग्रहणम् अत्र लाघवार्थं न करणीयं, तदेव अवश्यकृतत्वम् इति वदेम। अतः एव तेन एव वयं किम् आवश्यकं किं न आवश्यकम् इति निर्णयं कर्तुं शक्नुमः इति। अस्तु, तस्मात् पूर्वम् इत्युक्ते एकं कारणम् इति स्वीकर्तुं तत्र कार्यनियतपूर्ववृत्तित्वं भवेत्, कार्यपूर्वनियतपूर्ववृत्तित्वम् इत्युक्ते तिस्रः निकषाः पूरिताः भवेत् इति एकम्। अपि च अन्वयव्यतिरेकौ वक्तव्यः खलु? तर्हि रासभतत्वे घटतत्वं, रासभावे घटाभावः इति वक्तुं शक्यते वा? तर्हि अन्वयव्यतिरेकेन एव रासभस्य तत्र रासभे कारणत्वं नास्ति इति स्वीकर्तुं शक्यते। किन्तु इतोपि अत्र चिन्तनं कृतमस्ति, इत्युक्ते तत्र नियतं यदस्ति तत् अवश्यम् अस्ति वा इति अपि चिन्तनीयं। तत्र त्रिविध अवश्यकृतत्वम् इति उक्तमस्ति, तस्मिन् विषये किञ्चित् वदति वा? आम्, तत्र त्रिविधमस्ति लाघवं, त्रिविधमस्ति। प्रथमं तु उपस्थितिकृतं लाघवं, द्वितीयं शरीरकृतं लाघवं, तृतीयं तु सम्बन्धकृतं लाघवम् इति अस्ति। अत्र उदाहरणरूपेण अत्र दत्तमस्ति महत्त्वम् इति एकं परिमाणमस्ति खलु, अत्र यस्मिन् महत्त्वपरिमाणमस्ति तेषामेव प्रत्यक्षं भवति। यथा पुस्तकमस्ति अथवा लेखनी किमपि अस्ति, तेषां महत्परिमाणमस्ति, तदेव तेन एव इत्युक्ते अत्र महत् इत्यनेन मध्यमपरिमाणमस्ति मनसि भवेत्, परममहत्परिमाणं नास्ति। आं, सत्यं सत्यं, मध्यमपरिमाणमस्ति, तेषामेव प्रत्यक्षं भवति। तर्हि महत्त्व मध्यमपरिमाणं नास्ति चेत् प्रत्यक्षज्ञानं न भवति, अतः प्रत्यक्षज्ञाने मध्यमपरिमाणम् इति अपि आवश्यकम् इति आगच्छति। तर्हि यथा महत् मध्यमपरिमाणम् इति नियतपूर्ववर्ती अपि अस्ति, तेन एव प्रत्यक्षमपि भवति, अपि च अनेकद्रव्यवत्वम् अपि अस्ति, तथैव अनेकद्रव्यवत्वम् अपि भवेत्। किमर्थम् इत्युक्ते केषां प्रत्यक्षज्ञानं भवति इत्युक्ते ये द्रव्याणि स अवयवानि सन्ति तेषामेव प्रत्यक्षं भवति, अतः अनेकद्रव्यवत्वं तत्रापि भवेत्, तर्हि किमर्थं तत् कारणं न स्यात् इति आयास्यति। तर्हि तस्य उत्तरमस्ति अतः एव अत्र आवश्यकम् इति पदं स्वीकृतं, तेन किं भवति नियतपूर्ववृत्तितं तु आवश्यकमस्ति, तथापि अत्र हा अग्रे अपि मध्यमपरिमाणम् इति अपि आवश्यकमस्ति, अनेकद्रव्यवत्वम् इति अपि आवश्यकमस्ति, परन्तु लाघवार्थम् अत्र उपस्थितीकृतं लाघवम् इत्यनेन इति एकं लाघवम् अस्ति, तेन एव सर्वेषां ग्रहणं न भवति, परन्तु तेन एव किम् आवश्यकं किं न आवश्यकम् इति निर्णयं कर्तुं शक्नुमः। परन्तु अत्र द्वितीयविध अपि च तृतीयविध लाघवं किम् इति किञ्चित् तावत् इदानीं प्रथमविधम् इतोपि किञ्चित् स्पष्टतया वक्तव्यं, मया न बुद्धं यद् भवता उक्तम्। अस्तु, अत्र तर्हि अनेकद्रव्यमत्वे असिद्धत्वं कल्पितं वा, मध्यमपरिमाणे अन्यथा सिद्धत्वं कल्पितं वा, किम् अनेकद्रव्यवत्वम् इत्यत्र असिद्धत्वम् असिद्धम् इति स्वीकृतं, परन्तु मध्यमपरिमाणम् इति तु आवश्यकम् इति एव स्वीकृतम् इति अहं मन्ये। द्वयोः नियतपूर्ववृत्ति वर्ति स्तः, परन्तु लाघवार्थं महत् मध्यमपरिमाणम् एव स्वीकृतम्। तर्हि किमर्थम् अस्य अस्य नाम अस्ति उपस्थितिकृतम् इति, किमर्थं तस्य नाम उपस्थितिकृतं, तद् मया न अवगतम् एतत् करपत्रस्य पठनेन। अत्र शरीरकृतं लाघवम् इति तु इति एव अत्र मध्यमपरिमाणम् इत्यनेन शरीरकृतं लाघवम् इति अहम्। अस्तु, अत्र किं चिन्तनं कुर्मः, अनेकद्रव्यवत्वम् इत्युक्ते किम् इति प्रथमं वदतु। अस्तु, अत्र पदस्य अर्थं वदतु। अस्तु अस्तु, अहं मन्ये तत्र तस्य अर्थः भवति अनेकैः अवयवभूतद्रव्यैः जन्यत्वम् इति तस्य अर्थः, इत्युक्ते तस्य उत्पादनम् उत्पत्ति कथं भवति इत्युक्ते अनेकैः अवयवभूतद्रव्यैः एव तस्य जननं भवति, अतः तदेव तदेव अनेकद्रव्यवत्वम् इति। अस्तु, अत्र एतत् समस्तपदम् इति स्वीकृत्य व्याकरणरीत्या विग्रहवाक्यं वदतु। अनेकद्रव्यवत्वम् अनेकैः द्रव्यैः वत्वं कथं वदामि, स अवयवः अनेकानि द्रव्याणि इति अनेकद्रव्यं वा अनेकद्रव्याणि न न न जानामि महोदय सम्यक्तया। चिन्तयतु चेत् भवान् जानाति एव, यस् यस् यावदिदानीम् उक्तं तत् समीचीनम्, अनेकानि च द्रव्याणि च अनेकानि च असौ द्रव्याणि अनेकद्रव्याणि अनेकद्रव्याणि सत्यम् इति कर्मधारय। अस्तु, तदनन्तरं तर्हि इदानीम् अनेकद्रव्याणि इत्यस्य प्रातिपदिकं किम्? अनेकद्रव्य खलु, अकारान्त नपुंसकलिङ्ग अनेकद्रव्यप्रातिपदिकं शब्दः. तेन सह कः प्रत्ययः योजितः वत् इति आगन्तुम्? मतु प्रत्ययः. उत्तमं, कस्मिन् अर्थे? कस्मिन् अर्थे वत् इति? धर्मः इति अस्ति, परन्तु अर्थः कः इति न जानामि. धर्मः इति खलु, तस्मिन् मतु प्रत्ययस्य अर्थः कः? मतु प्रत्ययेन कः अर्थः विहितः भवति? वत् इति भवति तत्र यस्मिन् अनेकद्रव्यत्वं तद् अस्य अस्ति अस्मिन् इति वा मतु इति सूत्रं तदेव तदेव अस्ति तत् अस्ति तस्मिन् अस्ति तदेव वत् इति. अत्र धनवत् पतिविद्यावत् अथवा किमपि अन्यत् किमपि वत् भवति. तस्मिन् यत् अस्ति तदेव वत् इति भवति. अस्तु, श्रीरामहोदय किञ्चित् अत्र साहाय्यं करोतु. अहं प्रयत्नं करोमि महोदय. अनेकानि द्रव्याणि यस्मिन् तत् इति अनेकद्रव्यवत् तस्य भावः अनेकद्रव्यवत्त्वं. यस्मिन् इति किमर्थं? यस्य इति अस्तु, यस्मिन् अवयवरूपेण अस्ति इति अवयव यस्य इति वदामः. अवयव यस्य इति यस्य इति वक्तव्यं, न तु यस्मिन्. अवयवी एव अवयवे भवति खलु, अवयवी अवयेषु भवति अवयवः. यत्र अवयवी भवति अवयविनी भवति इति वक्तव्यं, तत्र अस्य इति वक्तव्यं, न तु अस्मिन्. एतदेव वृत्त्यनियामक. तर्हि तत्र अस्य इत्यस्मिन् अर्थे मतु प्रत्ययः, न तु अस्मिन्. अस्य बहूनि द्रव्याणि सन्ति इति, बहुभिः अवयवैः एतज्जन्यम्, अनेकैः अवयवभूतद्रव्यैः एतज्जन्यं, तादृशजन्यत्वं यस्मिन् अस्ति सः एव अनेकद्रव्य तस्मिन्नेव अनेकद्रव्यवत्त्वम् इति. अस्तु, तर्हि इदानीम् अनेकद्रव्यवत्त्वम् इति धर्मः तत्र साक्षात् अस्ति वा? नो चेत् यदा अस्माकम् अपेक्षाबुद्धिः जायते तदा एव अस्ति वा? साक्षात् प्रतिपादयतु, यत्किमपि उत्तरं तस्य प्रतिपादनं करोतु. अस्तु, अनेकद्रव्यवत्त्वम् इति कीदृशपदार्थः सप्तपदार्थेषु? अहं मन्ये गुणः इति. गुणः अस्ति चेत् कीदृश सप्त चतुर्विंशतिगुणेषु कः? वस्त्वम् इति वदामश्चेत् तत्र गुणः न भवति एव खलु महोदय, धर्मः एव भवति. तर्हि धर्मः साम इत्युक्ते अत्र जातिः एव नित्या अस्ति. जातिः अस्माकम् इदानीं गोः विद्यमानगोत्वम् अस्माकम् अपेक्षाबुद्धि अधीना नास्ति. अपेक्षाबुद्धिः नास्ति चेदपि गौ गोः गोत्वमस्ति. गोष् गवि गोत्वमस्ति, घटे घटत्वमस्ति. किन्तु तत्र घटे अनेकद्रव्यवत्त्वम् इति धर्मः यदा अस्माकम् अपेक्षाबुद्धिः अस्ति तदा एव जायते खलु. कथं तत् न अवगच्छामि. न इत्युक्ते अनेकद्रव्यवत्त्वम् इति अस्ति वा न वा इति यदा परिशीलनं कर्तुम् इच्छामः यथा कति घटाः पुरतः सन्ति इति यदा चिन्तयामः तदा एव तेषु घटेषु द्वित्वादिकं जायते खलु. एवं यदा एतादृशप्रश्नः उदेति तदा एव वस्तुतः जायते. किन्तु इदानीं जातम् इति कृत्वा तस्मिन् कारणत्वं स्वीकर्तव्यम् इत्युक्ते उपस्थितिकृतम् इत्यस्य अर्थः कः इति चेत् येषाम् उपस्थितिः उपस्थितिः इत्युक्ते नियतपूर्ववृत्तिः अस्ति तत्र सर्वत्र कारणत्वं स्वीकर्तव्यं वा इति चेत् तत्र उपस्थितिकृतं लाघवम् इत्युक्ते उपस्थितिः अस्ति इति कृत्वा तस्मिन् तत्र कारणत्वम् आगतं नियतपूर्ववृत्तित्वम् आगतम् किन्तु तेन कारणेन अत्र कारणत्वं स्वीकर्तव्यं वा इति चेत् न. इत्युक्ते अत्र अनेकद्रव्यवृत्तित्वे कारणत्वम् अस्ति वा न वा इति किमर्थं चिन्तयामः. अनेकद्रव्यवृत्तित्वं तत्र उपस्थित किं वक्तव्यम् उपस्थितिः तस्य उपस्थितिः अस्ति खलु. अनेकद्रव्यवत्त्वस्य उपस्थितिः अस्ति खलु. तदा तत्र उपस्थितिः अस्ति इति कृत्वा एव तस्मिन् विषये इदानीं कारणत्वं कल्पनीयं वा न वा इति चिन्तनं जायते इति कृत्वा अत्र उपस्थितिकृतं लाघवम् उपस्थितिकृतं कारणत्वं तत्र लाघवत्वेन लाघत्वं स्वीकृत्य त्यक्तमस्ति वस्तुतः. अस्तु इदानीं द्वितीयविधं वदतु शरीरकृतं लाघवम् इति चिन्तयामश्चेत् पुनः अस्मिन् विषये चिन्तयामश्चेत् इतोपि गभीरबोधः जायते. शरीरकृतं लाघवम् इत्युक्ते किम्? अत्र तस्य कृते परिमाणम् इति स्वीकुर्मः तर्हि वयं जानीमः प्रत्यक्षज्ञानं कदा भवति यदा त्रेणुकात् आरभ्य एव परिमाणम् अस्ति चेत् प्रत्यक्षज्ञानं भवति. तर्हि परमाणोः प्रत्यक्षं न भवति. किमर्थमित्युक्ते द्वेणुकम् अस्ति अथवा परमाणुः तु अणुपरिमाणमस्ति अतः तेषां प्रत्यक्षं न भवति. तर्हि त्रेणुके मध्यमपरिमाणम् अस्ति अपि च अनेकद्रव्यवत्त्वमपि अस्ति द्वयमपि अस्ति. तर्हि वयं जानीमः मध्यमपरिमाणम् इति तु गुणः अतः अत्र शरीरकृतलाघवम् इत्यनेन केवलं मध्यमपरिमाणम् इति एव वयं स्वीकुर्मः. तदस्ति तस्य उदाहरणम् इति न अत्रापि समीचीनतया न उक्तम्. अस्तु अत्र द्वितीयशरीरकृतं लाघवं कुत्र स्वीकृतं शरीरकृतलाघवत्वेन कुत्र त्यक्तम् इति वदतु. किं त्यक्तं शरीरकृतलाघवम् इत्युक्ते शरीरकृतं लाघवं स्वीकृत्य कस्मिन् कारणत्वं त्यक्तम्? तेन शरीरकृतलाघवं महत् मध्यमपरिमाणस्य कारणं स्वीकृतं शरीरकृतलाघवेन कस्य कारणत्वं त्यक्तम् इत्युक्ते अहं मन्ये अनेकद्रव्यत्वम् इत्यस्य कारणं त्यक्तम् न बुद्धम् इत्युक्ते प्रथमम् एतद् वदतु अवश्यतृप्तवृत्तित्वं यत्र यत्र अवश्यतृप्तवृत्तित्वम् अस्ति तत्र किम् अत्र लाघवम् इति वदति तत्र इतोपि किञ्चित् क्लेशः अस्ति मम यथा भवता प्रतिपादितम् अन्यैः पठितं किम् एतत् तदेव लिखितमस्ति अवश्य क्लृप्तत्वम् इत्युक्ते लाघवं तत् त्रिविधम् सत्यं तत्तु लिखितम् अस्तु किञ्चित् पठेम तर्हि यदि अन्यैः न चिन्तितम् अत्र अस्य वर्गस्य पूर्वम् एषः भागः मया न पठितः तर्हि पठित्वा अग्रिमवर्गे प्रतिपादयितुं शक्यते नो चेत् इदानीं निमिषदशमस्ति इति कृत्वा इदानीमेव किञ्चित् पठितुं शक्यते अस्तु आरम्भे इति अस्ति खलु ततः पठतु महोदय एकवारं कुत्र आरम्भे इत्युक्ते अवश्यकृतत्वम् इत्युक्ते लाघवं तस्मात् पूर्वं तस्मात् पूर्वं हा अस्तु आरम्भे श्लोके उक्तं नियतावश्यकपूर्वभाविनः अधुना उच्यते अवश्यकृप्तनियतपूर्ववर्तिनः नाम आरम्भे आवश्यकमिति पदं प्रयुक्तं सम्प्रति अवश्यक्लृप्तत्वम् इति परिवर्तनं किमर्थं द्वयोः मध्ये भेदः अस्ति वा वार्ता एवमस्ति यत् आवश्यकमित्यस्य कथनेन पिपीलिका रासभ इत्यादीनां प्रकटोदाहरणानां निवारणं सिद्ध्यति कुत्रचित् किन्तु द्वयोः प्रस्तुतकारणयोः मध्ये किम् आवश्यकं किम् अनावश्यकम् इत्यस्य बोधः कष्टकरः यथा वक्ष्यमाणे उदाहरणे इत्युक्ते प्रत्यक्षं प्रति कारणं किं तत्र एतादृशेषु स्थलेषु आवश्यकम् इत्यस्यैव कथनेन प्रतिपक्षी शङ्काम् आक्षेपयति कथं जानीमः किम् आवश्यकं किञ्च न किञ्च अनावश्यकम् इति तस्य निवारणार्थम् इतोपि स्पष्टीकरणार्थम् अवश्यकृतत्वम् इत्यस्य व्यवहारः कृतः एकनिमिषम् अत्र किञ्चित् अहं वदामि इत्युक्ते पिपीलिका रासभ इत्यादीनां प्रकट उदाहरणं निवारणं सिद्ध्यति कथम् इति चेत् रासभ रासभे सति घटकत्वं रासभाभावे घटाभावः इति तादृशं तत्र अन्वयव्यतिरेकौ न वक्तुं शक्यते तत्र न अन्वयव्यतिरेकम् उक्त्वा एव अन्वयव्यतिरेकम् अन्वयव्यतिरेकं परिशील्य अवगन्तुं शक्यते किन्तु कुत्रचित् तादृशं न भवति अस्तु अवश्यकृतत्वम् इत्युक्ते लाघवं तच्च लाघवं त्रिविधम् उपस्थितिकृतं लाघवं शरीरकृतलाघवं सम्बन्धकृतं लाघवञ्च दृष्टान्ते प्रत्यक्षं प्रति किं कारणं महत्त्वम् इत्युक्ते महत्परिमाणं कारणं वा अथवा अनेकद्रव्यवत्त्वं कारणं वा अनेकद्रव्यवत्त्वम् इत्युक्ते अनेकैः अवयवभूतद्रव्यैः जन्यत्वम् अत्र उच्यते यत् प्रत्यक्षं प्रति महत्त्वस्य पूर्ववृत्तित्वम् आवश्यकम् इति अस्माभिः अवश्यं मन्तव्यम् इति कृत्वा यया रीत्या दण्डः चक्रं कुलालः इत्यादीनां घटं प्रति नियत आवश्यकपूर्ववृत्तित्वं तथा अत्रापि अनेकद्रव्यवत्त्वस्य तु यत् तथा नास्ति इति कृत्वा तत् अन्यथा सिद्धम् अस्तु कमपि कार्यं प्रति न्यूनातिन्यूनं यदपेक्षितं तदेव कारणम् इति आवश्यकपदेन स्वीकृतं नाम यस्मिन् कार्यकल्पनायाः लाघवं वर्तते तदेव आवश्यकं तदेव च कारणम् इति उच्यते एतद्विहाय एतद् अतिरिक्तं सर्वम् अन्यथा सिद्धम् एवञ्च येषु वस्तुषु महत्त्वं वर्तते तेषामेव प्रत्यक्षं भवति इति कृत्वा प्रत्यक्षं प्रति महत्त्वं कारणं यथा पुस्तके लेखन्यां सङ्गणके एतादृशेषु द्रव्येषु महत्परिमाणम् अस्ति तदर्थं तेषां प्रत्यक्षं भवति महत्त्वं विना प्रत्यक्षं न भवति एव परमाणु व्यणुके आकाशे च महत्परिमाणं नास्ति तदर्थं येषां प्रत्यक्षं न सम्भवति इत्थञ्च प्रत्यक्षे महत्त्वम् आवश्यकम् इति अस्तु तर्हि एकनिमिषम् अत्र महत्त्वम् अपि च अनेकद्रव्यवत्वम् इत्यनयोः कः भेदः इति चिन्तयामश्चेत् महत्त्वं केषु भवति सामान्यतया महत्त्वम् इत्युक्ते मध्यमपरिमाणवत्वं द्रव्येषु इत्युक्ते यस्मिन् अनेकद्रव्यवत्वम् अस्ति तस्मिन्नेव महत्त्वमस्ति खलु आम् आं सत्यं तस्मिन् एव एक आकाशे इत्युक्ते मध्यमपरिमाणवन्तः इत्युक्ते के तत्र बहूनाम् अवयवानां योगे यज्जायते तदेव खलु तदेव अनेकद्रव्य अत्र परममहत्परिमाणम् इति केवलम् अत्र अनुमानेन लाघवत्वात् स्वीकृतम् आकाशे काले दिशि आत्मनि तत्र सर्वत्र परममहत्परिमाणम् इति यद्यपि उक्तं तत्र तत्र केवलं लाघवत्वेन अनुमानेन साधितम् इति कृत्वा लाघवत्वेन तत्र स्वीकृतं महपरममहत्परिमाणं किन्तु सामान्यरीत्या महत्त्वं कुत्र स्वीक्रियते यत् कार्यं कार्यं कथं जायते तत्र संयोगेन जायते अवयवानां संयोगेन कार्यं जायते खलु तर्हि महत्त्वम् इति वदामश्चेत् अनेकद्रव्यवत्वं यस्मिन् अनेकद्रव्यवत्वम् अस्ति तस्यैव महत्त्वमस्ति किन्तु महत्त्वम् इति परिमाणम् इति स्वीकृतम् एकः गुणः इति स्वीकृतं तर्हि अनेकद्रव्यवत्वम् इति वदने तत्र लाघवं नास्ति इत्युक्ते यथा इदानीं अत्र गभीररीत्या अस्माभिः चिन्तितम् अनेकद्रव्यवत्वम् इत्युक्ते किम् इति चेत् तत्र विग्रहवाक्यम् अनेकानि द्रव्याणि अनेकानि च असौ द्रव्याणि अनेकद्रव्याणि पुनः तत्र मधुप्रत्ययं योजयित्वा तदनन्तरं वत्प्रत्ययं त्वप्रत्ययं योजयित्वा तादृशं करणीयं खलु अनेकद्रव्यवत्वम् इत्युक्ते किम् इति वक्तुमेव अत्र लाघवं नास्ति किन्तु परममहत्परिमाणम् इत्युक्ते किं परिमाणं परिमाणं कुत्र वर्तते घटे वर्तते तर्हि अत्र लाघवं महत्परिमाणे एव लाघवमस्ति तर्हि महत्परिमाणे लाघवं कल्पितं न महत्परिमाणे लाघवमस्ति इति कृत्वा महत्परिमाणे कारणत्वं स्वीकृतं किन्तु अनेकद्रव्यवत्वे लाघवं नास्ति इति कृत्वा तत्र त्यक्तम् तदेव लिखितम् अग्रे तदेव अस्ति अस्तु अतः अनेकद्रव्यत्वं वत्वम् इति असिद्धम् इति लिखितं हा सत्यं तर्हि इदानीम् अग्रे पठतु महोदय अस्य समाधानत्वे अस्तु अत्र अत्र प्रतिपक्षी आक्षेपयति इति अस्ति खलु ततः पठतु अत्र प्रतिपक्षी आक्षेपयति यत् वस्तुतस्तु द्वयमपि महत्त्वं च अनेकद्रव्यवत्वञ्च नियतपूर्ववर्ति अस्यां दशायां किमर्थं न विपरीतत्वेन वदेम यत् अनेकद्रव्यवत्वं नियतावश्यकपूर्ववृत्ति तेन एव वशवृत्ति अस्ति अस्तु नियतावश्यकपूर्ववर्ति तेन एव कार्यं सिद्ध्यति इति कृत्वा तस्मिन्नेव लाघवं तदेव पर्याप्तं महत्त्वम् अत्रातिरिक्तम् इत्यस्मात् असिद्धम् अस्यां शङ्कायां भो सिद्धान्ति भवतः किं विनिगमकम् का निर्णायकयुक्तिः अस्तु तर्हि अत्र विपरीतरीत्या प्रतिपक्षी आक्षेपयति किमर्थम् अनेकद्रव्यरीत्या किमर्थं न स्वीकुर्मः किमर्थं न स्वीकुर्मः विपरीतरीत्या लाघवम् इति यदि स्वीकुर्मः चेत् तत्र अनेकद्रव्यवत्वं किमर्थं न स्वीकरणीयम् इति अस्तु अग्रे पठतु अस्तु अस्य समाधानत्वेन त्रिविध लाघवस्य प्रथमविधं शरीरकृतं लाघवं सिद्धान्तिना उपयुज्यते अस्तु प्रथमतया इतोपि काचित् पृष्ठभूमिः अपेक्षिता प्रत्यक्षं केषां भवति त्यणुकात् आरभ्य प्रत्यक्षम् इत्युक्तं परमाणुः द्यणुकस्य च प्रत्यक्षं न भवति तर्हि प्रत्यक्षं प्रति एतादृशं कारणं वक्तव्यं येन परमाणोः द्यणुकस्य च प्रत्यक्षं वार्येत त्रेणुके महत्त्वमपि अस्ति अनेकद्रव्यवत्वमपि अस्ति द्वयमपि अस्ति अनयोः मध्ये कस्य कारणत्वं स्वीकर्तव्यम् अस्तु महत्त्वम् इत्युक्ते तत् परिमाणं गुणरूपं घटः महान् तस्मिन् च महत्त्वं नाम गुणः वर्तते अनेकद्रव्यवत्वम् इत्यस्य समानार्थीशब्दः अनेकद्रव्यत्वं यतो हि घटः अनेकद्रव्यवान् अपि साधु घटः अनेकद्रव्यः इति बहुव्रीहिसमासत्वेन तस्मिन्नेव अर्थे वक्तुं शक्यते. नाम अनेकानि द्रव्याणि यैः जातः सः अनेकद्रव्यः अथवा अनेकद्रव्यवान्. अतः तस्मिन् अनेकद्रव्यवत्वम् अथवा अनेकद्रव्यत्वं द्वयमपि वक्तुं शक्यते. इत्युक्तौ अनेकावयवभूतद्रव्यम् इति फलितार्थः. अस्तु, अत्र अस्तु, अनेकद्रव्यत्वम् इत्युक्ते समवेतसमवेतद्रव्यत्वं. यथा कपालिका समवेतः कपालः, तत्र च समवेतः घटः. अनेन घटः समवेतसमवेतः समवेतसमवेतद्रव्यत्वं घटे. अतः घटः समवेतसमवेतद्रव्यं, तेन च घटस्य अनेकद्रव्यत्वम् अस्ति. अनेके अवयवाः सन्ति इत्यर्थः. एवमेव पटस्य वदामः चेत् तन्तवये समवेतः तन्तुः, तत्र समवेतः पटः. अनेन पटे अपि समवेतसमवेतद्रव्यम् अस्ति. अस्तु, अग्रे सारल्यार्थम् अनेकद्रव्यत्वशब्दस्य व्यवहारः क्रियते कृत्यते. अनेकद्रव्यत्वस्य प्रत्यक्षं प्रति कारणत्वं सङ्गच्छते न वा इति विषये किञ्चित् इतोपि द्रष्टव्यम्. आकाशस्य प्रत्यक्षं न भवति. किमर्थम् इत्युक्तौ तत्र अनेकद्रव्यत्वं नास्ति. आकाशः कुत्रापि समवायसम्बन्धेन वर्तते वा? नैव. द्रव्यं समवायसम्बन्धेन कुत्रचित् भवति इति चेत् कुत्र? स्वस्य अवयवे. आकाशस्य तु अवयवः एव नास्ति, अतः आकाशस्य समवेतसमवेतत्वं न भवति. तदर्थम् आकाशस्य प्रत्यक्षं न सम्भवति. परमाणुरपि समवेतद्रव्यं नास्ति. कुत्रापि समवेतं नास्ति परमाणुः, यतोहि तस्य अवयवः एव नास्ति, अतः तस्यापि प्रत्यक्षं न भवति. जणुकं परमाणुः समवेतम् इति तु अस्ति, किन्तु परमाणुः कुत्रापि न समवेतः. तस्य फले समवेतसमवेतत्वं जणुके अपि नास्ति, अतः प्रत्यक्षं न भवति तस्यापि. इति कृत्वा अनेकद्रव्यत्वस्य प्रत्यक्षं प्रतिकारणत्वं वदामः चेदपि परमाणौ आकाशादौ च प्रत्यक्षवारणं सम्भवति. महत्त्वस्य प्रत्यक्षं प्रतिकारणत्वं वदामः चेदपि तथा. परमाणौ महत्त्वं नास्ति, जणुके अपि महत्त्वं नास्ति, आकाशे परममहत्परिमाणं नाम अपकृष्टमहत्त्वं नास्ति इत्यतः त्रयाणामपि प्रत्यक्षं वारयितुं शक्यते. अस्तु, तर्हि द्वयोः मध्ये कस्य कारणत्वं स्वीकार्ययोग्यम् इति चेत् शरीरकृतलाघवं भवति महत्त्वकारणस्य स्वीकारे. महत्त्वम् इत्युक्ते कश्चन गुणः, अतः तस्मिन् महत्त्वत्वं नाम जातिः अस्ति. प्रत्यक्षं प्रति महत्त्वं कारणमिति स्वीकारे महत्त्वे विद्यमानायाः कारणतायाः अवच्छेदकं भवति महत्त्वत्वजातिः. अस्तु, अतः शरीरकृतलाघवम् इत्युक्ते महत्त्वस्य कारणस्य महत्त्वकारणस्य स्वीकारम्. अस्तु, प्रत्यक्षं प्रति अनेकद्रव्यत्वं कारणमिति स्वीकारे कारणतावच्छेदकं भवति अनेकद्रव्यत्वत्वम्. इदम् अनेकद्रव्यत्वत्वं जातिः नास्ति, अपि तु कश्चन धर्मः. स च धर्मः कीदृशः? समवेतसमवेतद्रव्यत्वत्वं नाम अनेकैः पदार्थैः सिद्धः धर्मः. महत्त्वे विद्यमानः जातिः एका एव, किन्तु अनेकद्रव्यत्वे विद्यमानधर्मः अनेकैः सिद्धः इति कृत्वा गुरुभूतं. महत्त्वत्वे शरीरकृतलाघवम्, अनेकद्रव्यत्वे शरीरकृतगौरवम्. अत्र शरीरं नाम कारणतावच्छेदकं, गौरवम् इत्यनेन बाहुल्यम्. अनेकैः सिद्धमिति कृत्वापि बहुल्यम्. अनेक च द्रव्यत्वं च इति भागद्वयेनापि बाहुल्यम्. अनेकद्रव्यत्वस्य कारणतावच्छेदकं गुरुभूतम् इत्यस्मात् अनेकद्रव्यत्वं यद्यपि नियतपूर्ववर्ति किन्तु न कारणम्. अस्तु, एतदेव अत्र शरीरं नाम कारणतावच्छेदकम् इति मुख्यवार्ता. यदि तत् तत् मनसि संस्थाप्यः तर्हि शरीरकृतलाघवम् इत्युक्ते कारणतावच्छेदकधर्मः बहवः धर्माः वक्तव्यं चेत् तत्र शरीरकृतगौरवमस्ति. यत्र यत्र कारणतावच्छेदकधर्मः न्यूनमस्ति तत्र लाघवमस्ति. तर्हि एतदेव शरीरकृतलाघवम्. अस्तु, तर्हि अग्रे अग्रे एव पठतु. अस्तु, एतावता पञ्चम अन्यथा सिद्धिः नाम का इति ज्ञातं. तत्सम्बन्धरासभस्य दृष्टान्तः अपि परिशीलितः. तत्पश्चात् शास्त्रीयोदाहरणप्रत्यक्षकारणस्य अवलोकनेन लाघवञ्च शरीरकृतं लाघवञ्चेत्यनयोः परिचयः जातः. अग्रे द्रष्टव्यं यत् अन्यथा सिद्धेषु पञ्चानां सङ्ग्रहः पञ्चमे एव भवति. सार्वप्रथमं प्रश्नः आयाति यत् तथा सति किमर्थं पञ्चमिदमुक्तं? क्षम्यतां महोदय, अत्र स्थगयतु. अस्तु अस्तु, किं कुर्मः, अग्रिमवर्गे भवान् एव प्रतिपादयतु. अत्र एकवाक्य अत्र सारांशः भव किमपि लिखितमस्ति खलु. तर्हि पञ्चमविध असमवायीकारणं असमवायीकारणमस्ति. पञ्चमविध अन्यथासिद्धत्वं नाम किम् इति एकेन वाक्येन लेखनीयम्. अस्तु. तदनन्तरम् उपस्थितिकृतलाघवम् इत्युक्ते किं, शरीरकृतं लाघवम्, उपस्थितिः इत्यस्य अर्थः कः, शरीरः इत्यस्य अर्थः कः इति पुनः किञ्चित् एकवारं पठित्वा महोदयेन बहु किमपि लिखितमस्ति, किन्तु एतादृशं पठति चेत् एकं वाक्यं स्फुरति यथा इदानीम् अस्माभिः अवगतम्. इत्युक्ते शरीरं नाम अवच्छेद कारणता अवच्छेदकधर्मः इति उक्तं खलु, तादृशं तत् स्वीकृत्य तदनन्तरं प्रतिपादयतु. अत्र लाघवत्वेन कुत्र अन्यथासिद्धत्वं न स्वीकृतं, कारणत्वं स्वीकृतं, किन्तु गौरवत्वेन अन्यथासिद्धत्वं कुत्र स्वीकृतम् इति वदतु तावदेव. अग्रे दत्तमस्ति, तत्र घटे पाको भवति, तत्र उपस्थितिकृतलाघवम् अस्ति. हा, तर्हि अत्र लक्षणम् उक्त्वा तदनन्तरम् उदाहरणम् उदाहरणद्वयं वक्तव्यम्. अस्तु. एकस्मिन् उदाहरणे लाघवत्वेन कारणत्वं स्वीकृतम्, अन्यस्मिन् उदाहरणे गौरवत्वेन अत्र अन्यथासिद्धत्वं स्वीकृतम् इति वक्तव्यम्. तर्हि सर्वेषां बोधः जायते. अस्तु अस्तु, प्रयत्नं करोमि. न, अन्ये अपि कृपया पठन्तु. तर्हि अहं किं करोमि, मेहुल् महोदयः एव प्रतिपादयति, किन्तु तस्य प्रतिपादनं समीचीनं वा न वा इति अहं न वदामि. तत्र रमेश् महोदयं वा तत्र श्रीराममहोदयं वा पृच्छामि, भवन्तः वदन्तु इदानीम् एषः प्रतिपादनं समीचीनं वा, एतत् प्रतिपादनं समीचीनं वा इति. तर्हि सर्वैः पठनीयमस्ति, अत्र किमपि नास्ति इत्युक्ते अत्र यथा इदानीम् अस्माभिः पठितं पञ्चनिमेष अभ्यन्तरे पञ्चः अस्माभिः पठितं खलु, तत्र एवमेव पठन्ति चेत् एकं वाक्यं स्फुरति स्वीकरणीयं तावदेव. आहत्य किमस्ति इति. अस्तु, अत्र स्थगयामः. अग्रिमवर्गे अस्मिन्नेव विषये चिन्तनं भवति. तदनन्तरम् एतत् आधारीकृत्य अस्माकं स्प्रेड्शीट् अस्ति खलु, तत्र केषां कारणत्वं स्वीक्रियते, केषां कारणत्वं निराकरणीयं, यदि निराकरणं कुर्मः तत्र अन्यथासिद्धत्वेन निराकरणं वा, सम्बन्धः एव नास्ति इति निराकरणं वा इति तादृशचिन्तनं कुर्मः. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.